अस्तु, नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र वयम् इदानीं तुदादिगणे इति पाठे स्मः। तत्र नूतनकरपत्रमस्ति तुदादिगणे इतोपि विशेषदातवः इति नवमकरपत्रं, तस्मात् आरभ्य अद्य पठामः। अस्तु, राजेन्द्रमहोदय पठति वा? तुदादिगणे इतोपि विशेषदातवः भगिनि? आम् आम्। अस्मिन् पाठे तुदादिगणीयाः अवशिष्टविशेषदातवः उपस्थाप्यन्ते। स्मरणार्थं विशेषधातुः नाम तादृशधातुः यस्य अङ्गस्य साधनकार्यं केवलं गणसम्बद्ध सामान्यसूत्राणि अधिकृत्य न भवति, अपि तु विशिष्टसूत्राणि अधिकृत्य भवति। इतोपि तुदादिगणे अन्ये ये विशेषधातवः सन्ति अस्मिन् पाठे तत् वयं पठामः, तत् पठिष्यामः। अत्र विशेषधातु इत्युक्ते तस्य अङ्गस्य साधनार्थं केवलं घनसम्बन्धिसामान्यसूत्राणि अधिकृत्य कार्यं न भवति, अपि तु किञ्चित् विशेषसूत्राणि अधिकृत्य अपि तस्य प्रयोक्तः भवति तत्र साधनार्थम्। पठतु महोदय, अग्रे पठामि भगिनि? आम् आम् आम् महोदय। धात्व आदेशः, प आदिधातूनां धात्व आदेशः द्वौ धातु स्तः। तुदादौ धातुद्वयं षदृळ षदृळ षद् षदृ, सम्यक्तया न उच्चारणं कृतवान्, षदृ षदृ षदृ। अत्र धातुद्वयम् अस्ति अत्र तुदादिगणे विशेषधात्वः। तत्र सूत्रं पा ग्रा द्मा स्था मना धान् दृशि अर्ति सर्ति सद् सदां सदां, ये धातवः सन्ति तेषां कृते तत्र आदेशः भवति। तिब् जिग्र धम् तिष्ठ तिष्ठ मन् मन यच् पश्य ऋच् द्यौ शीय सीदाः। सूत्रं वदति ये पा ग्रा धमा स्था मना धान् दृशि अर्ति सर्ति सत् सदा, तेषां कृते तत् धातु आदेशः अस्ति। पिब् जिग्र धम् तिष्ठ मन् यच् पश्य ऋच् द्यौ शीय सीदाः। पा ग्रा धमा इत्यादीनां स्थाने पिब् जिग्र धम् एते आदेशाः भवन्ति क्षितिपरे। केवलं क्षितिपरे इति ध्येयं, तस्य यः आदेशः भवति तत्र एव तस्य आदेशः अस्ति, धातु आदेशः अस्ति, अन्यत् श्लेयत् क्षिति षित् प्रत्ययः न अस्ति, तत्र न भवति धातु आदेशः। अतः पिबति परन्तु पाषयति इति, यथा पा धातु अस्ति तस्य लट्लकाररूपम् अस्ति, शप् प्रत्ययः आगत्य तत्र विकर्णप्रत्ययः आगत्य तत्र तस्य रूपं पिबति भवति, परन्तु लिट् लकारे तत्र पाषयति भवति, तत्र पास्थाने तत्र धातु आदेशः न भवति, यतोहि तत्र षित् प्रत्ययः परे नास्ति। पाश्च ग्राश्च धमाश्च सच्च तेषाम् इत्यत्र द्वन्द्वः, पा ग्रा धमा स्था मना धान् दर्शि अर्ति सर्ति षद् षद् सद् सद्ध, तेषां पा ग्रा धमा स्था स्ना धान् दृशि अर्ति सर्ति षद् सदां। तिभश्च जिग्रश्च धमश्च सिदश्च तेषाम् इत्यत्र द्वन्द्वसमासः भवति। पिब् जिग्र धम् तिष्ठ मन् यच् पश्य ऋच् द्यौ शीय सीदाः सीदाः, तत् तारूपी आदेशाः भवन्ति। पा ग्रा धमा स्था मना दान् दर्शि अर्ति सर्ति षद् सदां षष्टिमन्तं। पिब् जिग्र जिग्र धम् तिष्ठ मन् यच् यश् पश्य ऋच् द्यौ शीय सीदाः, प्रथमान्तं द्विपदमिदं सूत्रं ष्ठु ष्ठुकल्मुचां तत् पूर्वं ष्ठुकल् ष्ठुकल्मुचां कल्मुचाम् इत्यस् क्षिति इत्यस्मात् क्षितिः क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं पा घ्रा धमा स्था मना दान् दान् दान् दृ दर्शि अर्ति सर्ति षद् सुधाम् अङ्गस्य पिब् जिग्र धम् तिष्ठ मन् यच् पश्य ऋच् द्यौ श्रेय श्रेय सिदाः क्षिति क्षिति परे सूत्रं वदति अस्मिन् सूत्रे यावन्तः धातवः सन्ति तत् तेषां कृते क्षितिपरे तत् धातु आदेशः भवति यथा निर्दिष्टं धातु आदेशः भवति. अतः अस्माकं कृते अस्मिन् गणे तु षड्ल षड्ल ष मूर्धन्य ष शिव ष धातुद्वयमेव अस्मिन् गणे अस्ति. तदपि एकवारं पठतु महोदय, षड्ल इत्यस्य किं भवति इति. षड्ल योग ष ष अत्र तु आदिगणे या विकरणप्रत्ययः अस्ति, तत्र अत्र षकारस्य स्थाने धातोः आदेशः सः सकारस्य आदेशः भवति, तत् सद् भवति. सद् लृ तु अनुबन्धलोप अनन्तरम् इति संज्ञा भूत्वा तस्य लोपः भवति, तत् सद् सद् भवति. सद् योग अ पा घ्रा धमा सूत्रेण तत् सीद् आदेशः सीद् योग अ अतो गुणे अतो गुणे सीद् अतो गुणे अत्र पररूपस्य आदेशः भवति, पररूप आदेशः भवति, तथा सीद् इति अङ्गं सीद् योगति सिद्धति सिद्धति रूपं सीदति सीदति सी आम् आं क्षम्यताम् आम् दीर्घीकारः सीदति आम् षड्ल एव अस्मिन् सूत्रे सधाम् इति दत्तमस्ति. सधाम् सधाम् एव षड्ल अस्ति, तस्मिन् स्थाने एव सीद् आदेशः. सधाम् स्थाने सीद् इति आदेशः, सीदति इति रूपम् आगच्छति. सम्यक्, उत्तमं, धन्यवादः महोदय. रघुपति महोदय अग्रिमम् आम् स्वागतं भगिनि. अस्तु, षडल् ततः खलु. आं षडलु आम् षडल् विसरणगत्यवसाधनेषु इति धातुः भादौ अपि तुधादौ अपि भवति. भेदः अस्ति अचीनद्योर्नुम् इति आचीनद्योर्नुम् इति इत्यनेन सुधादौ सुधादौ शतरि स्त्रियां नुं विकल्पः पुंसि सीदन् स्त्रियां सीदन्ती सीदति इति. अस्तु, अत्र भुवादौ अपि अस्ति सुधादौ अपि अस्ति शतृल् इति, परन्तु सुधादौ शतृप्रत्यये स्त्रियां नुमागमः विकल्पेन भवति. आची आची नद्योर्नुम् इति इत्यनेन अतः स्त्रियां सीदन्ति अपि च सीदति इति अत्र नुमागमः अस्ति विकल्पेन अस्ति पुंसि सीदन् इति अस्ति. तत्र यदा भुवादिगणे पश्यामः चेत् तत्र रूपद्वयं नास्ति, एकमेव रूपमस्ति. विकल्पेन अत्र एव नुमागमः भवति. भुवादिगणे तु नित्यं नुमागमः सीदन्ती इत्येव रूपम् अस्ति. अस्मिन् गणे विकल्पेन अवर्णातङ्गात् शत्रान्तङ्गस्य विकल्पेन नुम् आगमो भवति इति आचिनद्योर्नुं वदति. अतः अत्र नुं विकल्पः अस्मिन् गणे तुदादिगणे. भुवादिगणे तु नित्यं, तदेव भेदः द्वयोः गणयोः. अग्रिममपि पठतु महोदय. अस्तु, शदल् योग षद् लक् लृकारस्य लोपः भवति उपदेशजनक इति सूत्रेण. षद् यो षद् योग अ लशकृतदिति षकारस्य लोपः षद् योग अ. इदानीं पाघ्राद्मा इति सूत्रेण शिय आदेशः षद् स्थाने शिय आदेशः शिय योग अ. इदानीम् अकार अकारस्य अतो गुणे इत्यनेन पररूप शीय इति अङ्गं भवति. शीय योग ते शीयते इति अन्तिमरूपम् आत्मनेपदिधातुः. तत्र एकं सूत्रमस्ति शदेः शितः इति सूत्रमस्ति 1360 प्रथमाध्यायस्य तृतीयपादस्य षष्टितमं सूत्रं. तेन एतत् धातुः आत्मनेपदि भवति. धातुः तु स्वयं परस्मैपदी धातुः एव अस्ति, परन्तु येन सूत्रेण अनेन सूत्रेण एतत् आत्मनेपदीरूपं प्राप्नोति शदेः शितः इति सूत्रम्. किं भगिनि तत्रापि शीयते इति एव रूपम् आगच्छति. शदल् शीयते शदल् योगः शप् तत्रापि शीय इति आदेशः अतो गुणे शीयते इति धातुः एव आत्मनेपदी भवति. गण गणस्य किमपि अत्र महत्त्वं शीया इति अस्ति खलु, शीय इति अस्ति खलु भगिनि, तत्र अकारः एव अस्ति खलु, अन्तिमवर्णः अकारः एव, अनन्तरम् अकारः एव, परन्तु तत्र शीय इति अकारः न तिष्ठति तत्र खलु भगिनि. अनन्तरम् अपदान्तात् आवर्णे परे पररूप एव आदेशः भवति, तत्र आ न तिष्ठति खलु शीय इति. आं पररूप आदेशः भवति किल तत्र. अकारः स्वीकुर्मः चेत् अकारः योगः अकारः सवर्णदीर्घः सन्धि एव आगच्छति खलु तत्र, परन्तु तस्य आम् तस्य अपवादः एव किल भगिनि. अतो गुणे इति सूत्रम् अकः सवर्णदीर्घः इत्यस्य अपवादसूत्रम् अस्ति. यदा अकः सवर्णदीर्घः अत्र कार्यं करोति चेत् रूपं किं भवति? क्षियाते इति अस्माकम् इष्टरूपं नास्ति किल, अतः तत्र अपवादरूपेण अत्र अतोगुणे कार्यं कृत्वा शीयते इति अकार अकारयोः पररूपादेशः. अस्तु भगिनि, धन्यवादः. अतः एव अतोगुणे इत्यस्य एव कार्यम् अत्र. भगिनि क्षम्यतां, शदेः वादिगणे नास्ति, षडल् षडल् वादिगणे अस्ति, षडल् एव आत्मनेपदी रूपमेव न गणस्य. तदेव अहम् उक्तवती, गणस्य चिन्ता मास्तु, अत्र रूपं किमर्थम् आत्मनेपदी शदल् ऋ इति वयं पूर्वं दृष्टवन्तः किल धातुविज्ञानम् इति पाठे. अतः अतः एव उक्तवती अस्मिन्, अतः किञ्चित् कार्यमस्ति येन तद् आत्मनेपदी रूपं स्वीकरोति. तस्य स्वभावः आत्मनेपदी नास्ति, परन्तु शदेः शितः इति सूत्रेण आत्मनेपदी रूपं प्राप्नोति. आत्मनेपदं भवति किमपि नास्ति, तदपि नास्ति. तदेव तदेव मम आशा तत्र. अनुदात्तत् अपि नास्ति, ङित् अपि नास्ति इति कृत्वा शेषः परस्मैपदं किल, शेषः तद् रूपं परन्तु अत्र एतदपि विशेषकार्यमेव, शदेः शितः इत्यनेन तद् आत्मनेपदीरूपं प्राप्नोति अत्र. बहुत्र एतादृशकार्यं न भवति, किञ्चित् विरळतया एव आगच्छति, अतः एव अहम् उक्तवती. इदानीं पर्यन्तं वयं तादृशं न दृष्टवन्तः किल, परन्तु प्रायः यदा उपसर्गः भवति वा चुरादिगणे अपि वयं किञ्चित् चर्चितवन्तः पूर्वं, रूपद्वयमपि भवितुम् अर्हति इति. तादृशस्थलेषु एव विरळतया एव आगच्छति. सम्यक्. अस्तु महोदय, समापयतु तत्र शदृशाल्ने इति. अस्तु, अस्तु. शदृशात्तने इति धातु भवादौ अपि तुदादौ अपि भवति, उभयत्र रूपाणि समानानि. अतो गुणे प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव. अस्तु. अतो गुणे अपदान्तात् अतः गुणे पूर्वपरयोः पररूप एकादेशसंहितायाम् इदानीम् अनुवृत्तिसहितसूत्रमस्ति. गुणे अपदान्तात् अतः पूर्वपरयोः एकः पररूपं संहितायाम् इति अस्ति. अत्र अपदान्तात् अकारस्य अकारस्य परे तपरकरणम्, अपदान्तात् अकारस्य परे गुणवर्णाः सन्ति चेत् गुणे परे पूर्वपरयोः पररूपम् एकादेशः इति. अत्र इदानीम् उपरि अस्ति शियोग अ इति अस्ति, तत्र अपदान्तमस्ति शिय इति, अकारः अस्ति, अग्रिमवर्णः अस्ति अकारः अस्ति, आत् अदेङ्गुणः इति सूत्रेण अकारगुण गुणवर्णः अस्ति, अतः पररूपे एकादेश अकसवर्णदीर्घ इत्यस्य अपवादः अस्ति अत्र. गुणवर्णः के के महोदय? अदेङ्गुणः आत् अकार ह्रस्व अकार अत् एङ् ए ओ इति त्रयः. अग्रे अपि पठतु महोदय. अस्तु अस्तु, अग्रे इदं सूत्रं सदेः शितः इति सूत्रं सद्लुरु तत्रैव कार्यं करोति वा? अतः उभयपदि कुत्रापि आगच्छति खलु, तत्रापि कार्यं करोति वा? न पूर्णतया श्रुतवती भगिनी, किम् उक्तवती? शदृ तत्र एव कार्यं करोति वा? शदेः शितः इति सूत्रं शदृ मध्ये एव कार्यं करोति वा? आं, तस्मिन्नेव विषये सूत्रमस्ति भगिनि. किमर्थम् अन्यत्र किमपि विशेषकार्यमस्ति वा? आम्, एकनिमिषम्. तत्र एव कार्यं करोति, अन्यत्र कुत्रापि नास्ति. शदृ शातने परस्मैपदि, तस्मात् आत्मनेपदं विधीयते. तत्र एव एकः एव किमपि अन्तर्गणः वा किमपि नास्ति तत्र. अस्मिन् विशेषधातुः सन्ति अस्ति, अतः तत्र एव कार्यम्. पठतु. इदं सूत्रं वृद्धिदेशी अकर्षवर्णे दीर्घ इत्यनयोः अपवादभूतसूत्रम् अस्ति. वृद्धिदेशी अस्तु, अकार अस्तु, अकार एकार अस्ति चेत् वृद्धिः भवति, अतः अपवादसूत्रमस्ति. अत्र सवर्णदीर्घसन्धेः प्रसक्तिः आसीत्, अतः तत्र अपवादः अस्ति, अपवादबोधसूत्रमस्ति. यथा पटायोग अन्ति पठन्ति, अत्र अतोगुणे इति सूत्रेण अपदान्तात् अकार अकार अस्ति, गुणे परे अत् ह्रस्व अकार अस्ति, गुणवर्णस्ति परे, अतः अकसवर्णदीर्घ इत्यस्य अपवादबोधसूत्रमस्ति. सेवयोग ए, अत्र ह्रस्वकारः योग एकारय गुणवर्णः अस्ति अतः अतोगुणे सूत्रेण रुद्रेज् इत्यस्य अपवादत्वेन पररूपसन्धि. समीचीनम्, उत्तमं, धन्यवादः महोदय. श्रीवल्ली भगिनी अग्रे पठति वा? आं भगिनि. यथा पटयोगः अन्ति तद् अभवत् भगिनि, इष् धातुः अभवत् इष् इष्ट इष् धातोः चकारादेशः. एकः धातुः अस्ति सुधादिगणे, सुधादौ इशा इच्छायाम् इति धातुः. इषु गम्यमां छः इष् गम् एम् येषां चकारादेशः भवति शितिपरे अलोन्तस्य इत्यनेन चकार आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने. इषुः च गमिः च यं च तेषाम् इतरेतरद्वन्द्वः इषु गमयमः तेषाम् इषु गमयमाम् इषु गमयमां षष्ठ्यन्तं छः प्रथमान्तं द्विपदमिदं सूत्रं ष्टिवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इषु गमयमाम् अङ्गस्य चः शिति इषु गमयमां चः इति सूत्रेण त्रीणि धातवः इष् इष् धातु घं धातु यं धातु येषां चकारादेशः भवति. चकारादेशः एकाल् अस्ति अलोन्तस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने चकारादेशः भवति. धातोः अन्तिमवर्णस्य स्थाने चकारः आदेशः भवति इति सूत्रस्य विवरणं दत्ति. इषुः च गमिः च कुत्र कुत्र भवति? अलोन्तस्य धातोः न निमित्तं निमित्तं किम् इति यत्र तद् मुख्यम् अस्ति किल, यत्र कुत्रापि न भवति. तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु भगिनि. विभक्ति का इति इषु गम्यमां षष्ट्यन्तम् अङ्गस्य षष्ट्यन्तं सः प्रथमान्तं क्षिति सप्तम्यां क्षितिपदे आदेशः भवति. अग्रे अपि पठतु भगिनि. केवलं क्षितिपरे इति ध्येयम् अतः इच्छति परन्तु येषिष्यति भविष्यत्काले इति रूपं येषिष्यति इष् योगः योगः तत्र चकारादेशः भवति वा? नास्ति नास्ति. प्रत्यय दन्त्यसकार तत्र भविष्यत्काले स्यु इति चेत् तत्र चकारादेशः नास्ति. ओ ओ ओ भवती वदति स्या इति प्रत्ययविषये वा? इत्यस्मिन् विषये तत्र भवति वा ऋट् लकारे? तत्रापि न गमिष्यति तत्रापि न भविष्यति न भवति किन्तु निमित्तं क्षिति एव क्षितिपरे एव क्षितिपरे एव आं पठतु भगिनि. अग्रे इष् योगः श इषु गम्यमा चः अलोन्तस्य इत्याभ्यं षकारस्य स्थाने चकारः. इच् योगः आ इति छे च इति अनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुक् आगमः भवति. आद्यन्तौ टकितौ इति अनेन इकारस्य अनन्तरं न तु पूर्वम् इच् योगः अकारः अकार इत् इच्छ इच् योगः आ इति स्तोः स्टुना स्टुः इत्यनेन सवर्गस्य शकारचवर्गाभ्यां योगे सवर्गस्य क्रमात् चवर्ग आदेशः इच् इच् योगः आ योगः इति इच्छा इच् इच् योगः आ इच्छा इति अङ्गम् इच्छति इति रूपम् इष् योगः शकारः सुधादिगणे तस्य इषु गम्यमां चः इति सूत्रेण शकारस्य स्थाने चकारः आदेशः भवति इषु गम्यमां चः इति सूत्रेण अग्रे इष्योगः इच्छ्योगः अकार चेच इति सूत्रेण चकारे परे संहितां विषये ह्रस्वस्य स्वरस्य तु आगमः भवति अत्र इकारः इति ह्रस्वस्वरः ह्रस्वस्वरस्य इकारस्य तुकागमः भवति कुत्र भवति इति आद्यन्तौ कथितौ इति सूत्रेण इति तुक् आगमः कित् इति भवति तत्र कित् इति भवति चेत् अनन्तरम् इकारस्य अनन्तरम् आगमः आयाति आगमः आयाति तद् नास्ति चेत् किं भवति भगिनि आद्यन्तौ टकितौ तद् परिभाषासूत्रमेव अत्र नास्ति चेत् किं भवति स्थानं न जान कुत्र कुत्र आगमः स्थानं वयं न ज्ञातुं न शक्नुमः ज्ञातुं न शक्नुमः तत्र रूपम् इत् आगमः चकारः इच् योगः आ अत्र स्तोः स्थुनाश्चुः इति सूत्रेण तकारसवर्गस्य शकारचवर्गयाभ्यां योगे अत्र तकारः चकारः द्वयोपि वर्णौ सन्ति स्तः तकारस्य स्थाने चकारः आदेशः भवति किन्तु सवर्गस्य क्रमात् चवर्ग आदेशः किन्तु तकारस्य स्थाने चवर्गः आदेशः भवति इच् योगः आ इच्छा इति अङ्गं रूपम् इच्छति इति भवति इच्छति इति रूपं तवर्गचवर्गाभ्यां चवर्गाभ्याम् इति स्वीकुर्मः शकारचवर्गाभ्याम् इति स्तोश्चुनाश्चुः इत्यस्य पूर्णार्थः अस्मिन् उदाहरणे सवर्गः अस्ति परे चवर्गः अस्ति चवर्गः च महाप्राण अस्ति तस्य प्रभावेण तवर्गस्य चवर्गादेशः तवर्गः प्रथमवर्णः अतः प्रथमवर्णस्य एव आदेशः इच्छति इति रूपम् अत्र अतः इषुगमियमांचः इति सूत्रेण चकारादेशः अनन्तरं चेच इति सूत्रेण इकारस्य तुक् आदेशः इच्छति इति रूपम् आगच्छति तादृशमेव वयं भुवादिगणे गच्छति यच्छति अपि दृष्टवन्तः यम् धातुः गम् धातुः तत्रापि तादृश एव क्रमः क्षितिपरे अग्रे अपि पठतु भगिनि इशा इशा इति धातुः इश् इति उपदेशे अनुवासिक इति सूत्रेण इत्संज्ञा भवति तस्य लोपः भवति इष् योगः आ इषु गम्यमां चः इति सूत्रेण इच् योगः आ भवति इच् छे च आद्यन्तौ टकितौ इति सूत्रद्वयेन इच् इति रूपं भवति इच् योगः स्तोः स्थुनाश्चुः इति सूत्रेण इच् इति भवति इच् योगः आ इच् च वर्णमेलेन इच्छति इति इच्च योगहति इच्छति इति अन्तिमरूपं भवति. तदेव पूर्ण पुनः दत्तमस्ति प्रक्रियारूपेण. यद् तद् परिच्छेदे अस्ति तदेव पुनः दत्तमस्ति. तत्र स्मर्तव्यं यत् तद् ह्रस्व इकारस्य तुकागमः इति सर्वदा. यत्र कुत्रापि तुकागमः इति न, ह्रस्व इकारस्य तुकागमः. अस्मिन् सन्दर्भे ह्रस्व इकारः ह्रस्वस्वरस्य तुकागमः चेच इति सूत्रेण. किमर्थम् इत्युक्ते गम् धातुः तत्र ह्रस्व स्वरः अकारः अस्ति, तस्य तुकागमः गच्छ. अतः बहुत्र आगच्छति चेच सूत्रम्, अतः तस्य अवगमनं मुख्यमस्ति. सम्यक् भगिनि, धन्यवादः. विजया भगिनि पठामि भगिनि. आं सूत्रं चेच. चेच चकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति. तुक् कित् अस्ति अतः आद्यन्तौ तकितौ इति अनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति. चे सप्तमन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. ह्रस्वस्य तिथि कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः. संहिताय इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् चेच संहितायाम् इति. तत्र चेच इति सूत्रं चकारे परे ह्रस्वस्वरः आगच्छति चेत् तत्र तुक् आगमः भवति. तुक् चित् अस्ति अतः आद्यन्तौ टचितौ इत्यनेन यस्य आगमः अस्ति तत्र ह्रस्वस्य ह्रस्वस्वरः एव तत्र अन्ते आयाति इति अस्ति. चेत् अत्र सत्यमयन्तम् अतः पूर्वं कार्यं करोति, मिलितं पर एव अस्ति. अनन्तरं च तत्र अव्ययपदमस्ति, द्विपदमिदं सूत्रं. ह्रस्वस्य तिथि कृति तुक् इत्यस्मात् ह्रस्वस्य ह्रस्वस्वरः आगच्छति चेत् तत्र तुक् एव तत्र अनुवृत्तिरूपेण आगच्छति. संहितायाम् इत्यस्य अधिकारः तत्र अनुवृत्ति सहितसूत्रं ह्रस्वस्य तुक् चेच इति संहितायाम् अत्र पठामि. आं तत्र इच् इति इत्यस्मिन् आदेशे तत्र ह्रस्वस्वरः कुत्र अस्ति? अस्मिन् सूत्रस्य प्रसक्तिः कथम् अत्र आगच्छति? ह्रस्वस्वरः कुत्र पूर्वमेव वयं दृष्टवन्तः खलु, तत्र ह्रस्वस्वरः ईशायोगः आयोगः इच्छति इति आगच्छति खलु, तत्र ह्रस्वस्वरः एव अस्ति अस्ति अत्र. तदेव तद्वर्णः कः भगिनि? इच् इति इत्यस्मिन् स्तरे तत्र इकारः अस्ति. चकारः कुत्र अस्ति? चकारः तत्र मध्ये अस्ति. चकारः चकारः अवगतवती वा? चकारे परे चकारे वदतु भगिनि. नास्ति चिन्ता. तत्र चकारे परे ह्रस्वस्वरस्य तुक् यद् ह्रस्वस्वरः चकारे परे अस्ति इति नास्ति, तस्य अवगमनम् अस्ति ह्रस्वस्वरस्य परे चकारः. चकारः परं भवति चेत् ह्रस्वस्वरस्य तुक्. इच् इति अस्मिन् सन्दर्भे चकारे परे ह्रस्वस्वरः कः अस्ति चेत् इकारः. इकारस्य तुक् आगच्छति. अवगतवती वा किमर्थम् इत्युक्ते तस्य लेखनशैली चकारे परे ह्रस्वस्वरस्य इति अस्ति. तदा मा चिन्तनीयं यत् तत्र चकारस्य परः परं यदा ह्रस्वस्वरः अस्ति चेत् तस्य तुक् चकारे परे इति सप्तम्याम् अस्ति. चकारः परः अस्ति चेत् ह्रस्वस्वरस्य तुक् समीचीनं वा? समीचीनम्. बहुत्र आगच्छति एतत् सूत्रं, मुख्यसूत्रम् अस्ति, अतः एव अहं पुनः पृष्टवती. अस्तु, अग्रे अपि पठतु भगिनि. अत्र इच् इति स्थितिः, इच् इत्यस्मिन् इ ह्रस्वस्वरः अपि च चकारः परः अस्ति, अतः तुक् आगमः भवति. किन्तु कुत्र? प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः? ह्रस्वस्वरस्य इति सूत्रेण उक्तम्. तदा इकारात् प्राक् अथवा परमिति जिज्ञासायां सत्याम् अग्रिमसूत्रेण समाधानम्. एतत् अग्रिमसूत्रे सूत्रेण एव तत्र कार्यं करोति इति उक्तवन्तः. इच् इति स्थितिः तत्र, इच् इत्यस्मिन् इ एव रसस्वरः, अनन्तरं चकारः परः अस्ति. तत्र तुक् कुत्र आगमः भवति इति चेत् तत्र ह्रस्वस्य ह्रस्वस्वरस्य इति सूत्रेण उक्तं. तत्र इकारात् प्राक् प्राक् इत्युक्ते पूर्वमेव, इकारात् पूर्वम् अथवा परः जिज्ञासायां सत्यायम् इति सत्यम् इत्युक्ते कुत्र वयम् इष्टवन्तः एकर्त् पूर्वं वा परं वा तत्र स्थापनीयम्. एतत् विषये अग्रिमसूत्रेण उक्तम्. समीचीनं. जिज्ञासायां सत्याम् इति कीदृशप्रयोगः? सप्तमी तदेव तस्य नाम अस्ति किल, जिज्ञासायां सत्याम् इति. सति सप्तमी. यदा जिज्ञासा अस्ति चेत् अग्रिमसूत्रम् उत्तरं ददाति और् समाधानं ददाति इति. भगिनी अत्र अत्र चेच इति सूत्रं वदति चकारे परे वा अथवा चावर्णस्य परे वा इति मम किमर्थमिति चेत् चकार अस्ति चेत् चकारस्य सप्तमी विभक्ति चि भवति खलु, अतः चे अस्ति अकार रामे इति भवति. चकार आवर्ण उच्चकार वा अथवा केवलं च च व्यञ्जनं वा अथवा च इति चकार अकार वा, किमर्थं चे इति दत्तमस्ति, किमर्थम् इति चेत् परन्तु आदेशः किम् आगच्छति तत्र व्यञ्जनमेव इति अस्ति न भगिनि, चे परे इति अस्ति, चे परे इत्युक्ते च वर्ण चकार अकारयुक्तवर्णस्य परे भवति वा अथवा चकार इति केवलं च व्यञ्जनमस्ति संयुक्तवर्ण अस्ति चेदपि भवितुमर्हति वा इति अहं चिन्तयामि. चकार अपि च कोऽपि अन्नवर्ण अत्र संयुक्तवर्णः अस्ति तत्र अग्रे न तादृशं न भवति. परन्तु यदा वयम् इषुगमियमाम् अङ्गस्य चः शिति इति पश्यामः तत्र चः इति प्रथमान्तं रामः इति तत्र तादृशम् अत्र चकार आदेश एव भवति चकार एव न अत्र इषुगम्य चः इति अस्तु अस्तु इदानीम् अवगतं च एव तत्र आगतं न तु चकार चः इति उच्चारणार्थमिति एव चिन्तयामि. किमर्थम् इत्युक्ते तत्र यद् आदेशः आगच्छति तत्तु व्यञ्जनवर्णः एव, गुणिताक्षरं नास्ति, तत्र स्वरः नास्ति. एकनिमिषं भगिनि, अत्र इच्छति इति रूपं वयं दक्षामः. अत्र इच्छ योग चकार नास्ति वा? अहं अतो गुणे इत्यनेन इच्छति इति भवति वा, अथवा चकार एव वा? चकारः एव. किमर्थम् इत्युक्ते तत्र एकालादेशः अलोन्त्यस्य इत्यनेन किल. समीचीनं, चकार अकार अस्ति चेत् अनेकाल् भवति, अनेकाल्. परन्तु किमर्थं चे इति अवदत्तमस्ति? तदेव चः इति उच्चारणार्थं यदा वयं स्वीकुर्मः रामः, तस्य सप्तमी रामे इति आगच्छति. उच्चारणार्थम् इत्येव चे इत्यस्य प्रातिपदिकं किं भगिनि? अत्र छ इति भवति खलु, छ इति भवति, न तु इदानीं राम व्यञ्जनमस्ति चेत् भवति भवत् शब्द भवति इति भवति सप्तमी. अतः अहं चिन्तितवान् ची किमर्थं चीचा इति न भवति चीचा. न न, सम्यक् एव भवत्याः भवतः प्रश्नः सम्यक् एव. मम चिन्तनम् एवमस्ति, प्रायः उच्चारणार्थं पाणिनिना चः इति कृतम् इति, तस्य अनुवृत्तिः अग्रिमसूत्रं किम् इति द्रष्टव्यम्. चः इत्यनेन चे कृतवान्. अस्तु अस्तु. इषु गम्यमां चः इति सूत्रस्य अग्रिमसूत्रं किम्? प्राग् पाघ्राद्माय, तत्र अस्माकं चः इत्यस्य किमपि प्रयोजनं नास्ति. अग्रे प्रायः अनुवृत्तिः आगच्छति. इषु गमि अमाम् एतेषां क्षिति परतः चकारादेशो भवति एव. चकार आदेशः एव, उच्चारणार्थः, उच्चारणार्थमेव. अन्यत्र कुत्रचित् स्थलेषु सी परे इति अस्ति, सकारे परे इति. अत्र ची परे न भवति, किमर्थं मम अस्तु तद् अनुवृत्ति जानीमः, जानीमः तत्र प्रयोगः जानीमः, परन्तु सूत्रे किमर्थं तत् न न तदेव तद् अग्रे किं कुत्र आगच्छति अनुवृत्तिः इति द्रष्टव्यम्. प्रायः अनुवृत्त्यां किमपि प्रयोजनम् अस्ति चेत् चः इति तत्र योजितवान्. तस्मिन् अपि चः इत्यस्य षष्ट्यन्तम् इति स्वीकर्तुं शक्नुमः, न विभक्तिपरिणामं कृत्वा वचनपरिणामं वयं दृष्टवन्तः किल, तादृशं कर्तुं शक्नुमः. परन्तु अस्मिन् स्थले मम चिन्तनमस्ति केवलं उच्चारणार्थम् इति. चकार इति च इति कृतवान्, अतः चे. इषु गमियमाम् अङ्गस्य इच् क्षिति इति उच्चारणसौकर्यं न भवति किल. शः क्षिति इत्येव समीचीनम्. अत्र यत्र शः इति चः इति सूत्रे अस्ति, अतः अस्मिन् सूत्रे चे च इति अस्ति इति मम चिन्तनम्. कुत्रापि अन्यत्र अस्ति वा इति अहं पश्यामि. वदतु भगिनि, अष्टाध्यायी सूत्रे किम् अस्ति चेत् चकारादेशः इत्युक्ते अन्त्य अल्वर्णः अस्ति तत्र. आम् आम्, अन्त्य अल्व एव, अन्त्य अल्वर्णः. के च इति सूत्रं 617 इति दत्तमस्ति. चे इति त्रीणि सूत्राणि अनुवर्ति अप् टु 617 अनुवर्तः भवति. आम् 676 अनेन सूत्रेण निर्दिष्टः तुकागमः नित्यं भवति, विकल्पेन न इति दत्तमस्ति. किमपि अन्यत् तस्मिन् विषये न दत्तमस्ति, परन्तु तस्य अनुवृत्तिः तु भवति एव अग्रिमसूत्रेषु चे च इत्यस्मात्. आङ्गोः चे समीचीनप्रश्नः महोदय, तादृशं चिन्तनीयमेव. किमर्थम् इत्युक्ते अन्यत्र तु वयं दृष्टवन्तः किल. पश्यामः अग्रे अपि आगच्छति वा तादृशं किमपि पेटर्न् अस्ति वा इति पश्यामः अवश्यं. सम्यक्, उत्तमम्. आम् अस्तु. विजया भगिनी भवती एव समापयतु भगिनी आद्यन्तौ टकित. अस्तु भगिनि, आद्यन्तौ टकितौ चित् च चित् च यस्य आगमः तस्य कर्मशः आदौ च अन्ते च अवयवः भवति. आगमः चित् चेत् पूर्वम् आयाति, आगमः चित् चेत् अन्ते आयाति. आदिः च अन्तः च आद्यन्तौ इतरेतरद्वन्द्वः, सः च कः च तकौ इतरेतरद्वन्द्वः, तकौ इतौ ययोः तौ तपितौ बहुवीर्तिसमासः तत्र. आद्यन्तौ प्रथमान्तं, तकितौ प्रथमान्तं, द्विपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णम्, आद्यन्तौ तपितौ, अतः अणुवति सूत्रं नास्ति खलु भगिनि तत्र. एतत् स्वयं सम्पूर्णसूत्रम्. अतः अस्माकं तुक् कित्वा टित्वा तुक् इति आगमः, अस्माकं तुक् इति आगमः टित्वा कित्वा. प्रश्नः न अवगतवती वा भगिनि? न तुक् इति यद् आगमः अस्ति, तुक् इति आगमः अस्ति किल चेच इति सूत्रेण, तद् तित्वा कित्वा. किमर्थं कित्, किमर्थं कित्, तत्र षित् अस्ति खलु, तदेव अहमपि चिन्तितवती भवती न अवगतवती इति, अतः एव प्रश्नः पृष्टवती. तुक् इति आगमः अस्ति किल तुक् आगमः, तुक् इति यद् आगमः अस्ति, कुत्र आगच्छति इति प्रश्नः आगच्छति. ह्रस्वस्वरस्य तुक् इति दत्तमस्ति, ह्रस्वस्वरस्य पूर्वं तुक् वा परं तुक् वा न दत्तमस्ति, अतः एव अस्माकं परिभाषासूत्रम् आद्यन्तौ टकितौ इति आगच्छति. समीचीनं, तत्र तुक् अन्तः वा आदि वा इति आद्यन्तौ टकितौ वदति. यदा आगमः टित् अस्ति चेत् आदौ भवति, कित् अस्ति चेत् अन्ते भवति. तुक् इति टित्वा कित्वा, इदानीं पुनः वदतु. तुक् इति टित्वा कित्वा, श्रीवल्ली भगिनी किं वदति? कित् किमर्थं कित्, ककारः, ककारस्य इत्संज्ञा भवति चेत् कित्. समीचीनम्, उत्तमम्. अवगतवती वा भगिनी? मुख्यबिन्दुः अस्ति. विजया भगिनी अस्ति वा? अस्मि भगिनि. तत्र ह्रस्वस्वरस्य तुक् आद्यन्तौ टकितौ इति सूत्रेण आदौ च अन्तौ च इति भवति खलु? न तादृशं नास्ति. यद् आगमः अस्ति, आगमः टित् अस्ति चेत्, टित् इत्युक्ते तकारस्य इत्संज्ञा, टित् आगमः टित् अस्ति चेत् आदौ लट्. किम् अन्यत् किमपि वदतु भगिनि, अन्यत् किमपि लट् इति वदामः चेत् समीचीनं न भवति. आडागमः, अस्माकम् अडागमः अपठत् अकारः, तत्र अट् इति, तत्र अडागमः इति तकारस्य इत् भवति. अतः एव अपटत् इति रूपम्, अकारः पूर्वमागच्छति. अवगतवती वा तद्? परन्तु अपटत् इति स्वीकुर्मः चेत् तत्र तकारस्य न आ इति अडागमः भगिनि, अडागमविषये अन्ते अन्ते मा गच्छतु. टित् इत्यस्य उदाहरणं, टित् इत्यस्य उदाहरणमस्ति. अकारः पट् पट् इति धातोः पूर्वं किमर्थम् अडागमः आगच्छति, अन्ते न आगच्छति इत्युक्ते अडागमः टित् अस्ति. अकारः टकारः, टकारस्य इत्संज्ञा भवति, अकारः एव अवशिष्यते. अतः अपटत् इति पट् धातोः पूर्वम् अकारः आगच्छति. टित् इत्यस्य उदाहरणं तद्. कित् इत्यस्य उदाहरणं तुक्, तुक् तत्र ककारस्य इत्संज्ञा भवति. यस्य इत्संज्ञा भवति तस्य एव नाम कित्. ककारस्य इत्संज्ञा कित्, टकारस्य इत्संज्ञा टित्, नकारस्य इत्संज्ञा णित्, तादृशनामकरणं किल. यस्य इत्संज्ञा भवति तस्य नामकरणं तावदेव. अतः कित् अस्ति ह्रस्वस्वरस्य किमपि तुगागमः भवति अनन्तरम्. अवगतवती वा भवतु प्रत्यय? तवतु प्रत्यय, समीचीनम्. आम् बहुत्र आगच्छति, बहु मुख्यसूत्रमस्ति. आम् आम् टित् कित् बहुत्र आगच्छति. टित् प्रायः तादृश अवसरः बहुत्र नास्ति. कित् मित् बहुत्र आगच्छति. समीचीनम्, इडागमः. तद् अहं विस्मृतवती. आम् समीचीनम्, इडागमः प्रत्ययात् पूर्वम्. एतत् कुत्र कुत्र इति पदम् आगच्छति? न भगिनि, आगमः कुत्र आगमः? न अस्मिन् स्थले तु तुक् इति आगमः, इट् इत्यपि आगमः किल. इट् इति आगमः, तत्रापि तकारस्य इत्संज्ञा भवति, तदपि टित् अस्ति. टित् इति कारणेन वयं पुनः प्रश्नः आगच्छति किल, इकारः कुत्र आगच्छति इति. तत्रापि आद्यन्तौ टकितौ आगत्य वदति टित् अस्ति, इडागमः टित् अस्ति, अतः प्रत्ययात् पूर्वम् आगच्छति इति वदति. अन्ते भवती न पश्यति किल, पूर्वमेव पश्यति इकारः इडागमः प्रत्ययात् पूर्वम् इति. बहु मुख्यसूत्रमस्ति आद्यन्तौ टकितौ इति. तत्र अहं किं वदामि इत्युक्ते किञ्चित् पुनः परिशीलयतु, तुक् इति किमर्थं कित् अस्ति, कुत्र आगच्छति इति पुनः परिशीलयतु. अग्रे अपि अस्ति उदाहरणानि, प्रायः अवगमिष्यति इति चिन्तयामि. टकारः ककारः एव, वर्गः एव नास्ति, वर्णः एव, एकमेव वर्णः. समीचीनं. समापयतु भगिनि. तुक् कित् अतः अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परम् आयाति. सुक् आगमे ककारः उकारः च इच् भवति. सम्यकौ वर्णौ टकारः एव अवशिष्यते. अतः इच् इत्युक्ते तत्र इच् इति तुगागमः कार्यं करोति. तुकागमेन भवति. वदतु वदतु भगिनि. कित् अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परम् आयाति. तुक् आगमे ककारः इत् भवति, अनन्तरं बुकारः अपि उपदेशाद्य अनुनासिके इति सूत्रेण उकारः अपि अपगच्छति, सकारः एव तत्र तिष्ठति, सञ्ज्ञकौ वर्णौ सकारः एव अवशिष्यते. अतः तत्र इच् इति तत्र पदं सुक् इति आगमः भवति, अतः इच् इति आगच्छति. समीचीनं. किमपि उकारात् परं तत्र न समीचीनं भवति, अवगच्छति वा इति एव मम चिन्ता अस्ति. तत्र इकारात् परम् आगच्छति, किमर्थम् इत्युक्ते तुक् कित् अस्ति, अतः ह्रस्वस्वरस्य अनन्तरम् आगच्छति. अस्मिन् सन्दर्भे ह्रस्वस्वरः आगच्छति. समीचीनं, धन्यवादः. अरुणा भगिनी पठति वा सम्प्रसारिणी दातवः? भगिनि, सम्प्रसारिणः दातवः चत्वारः दातवः, तुदादिगणे चत्वारः सम्प्रसारिणः दातवः सन्ति. ओं वश्चु छेदने कर्तयति वश्च, वश्च नीप्स्यां प्रच्छ, ब्रश्च पाके टु फ्रै पाच् रोस्ट्, ब्रश्च व्यज्च व्यजीकरणे व्यचयति व्यच्, ग्रहीज्या वै व्याधि वष्टि विचति पृच्छति पृच्छति बृजतीनां निति च. सूत्रं ग्रह्ज्या वै व्यद् वश् व्यच् व्रश् प्रच् ब्रश्, येषां सम्प्रसारणं भवति किति निति प्रत्यये परे. इतरेतरद्वन्द्वः षष्टिविभक्तौ ग्रहीज्या वै व्यधि वष्टि विचति वृष्यति पृच्छति बृजतीनां षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रम्. वचिष्व पठामि भगिनि. आम् आम् आम्. वचिष्वपिजादीनां वचप्यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः ङ्गः सम्प्रसारणं पुत्रपत्यौ तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं ग्रहीज्या वै वयि व्याधि वष्टि विचति वृष्यति पृच्छति बृष्यतीनां निति किति च सम्प्रसारणं. सूत्रम् अत्र वदति, प्रथमं सम्प्रसारण चत्वारः दातव चत्वारः दातव त्रिदादिगणे सन्ति. वश्च पच्छ ब्रश्च व्यश्च चत्वारः दातवः. सूत्रं वदति ग्रहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति वृजादीनां किनिति च. सूत्रं वदति ग्रह्ज्या वै व्यद् वश्च व्यश्च प्रश्च प्रश्च प्रश्च येषां सम्प्रसारणं भवति किति निति प्रत्यये परे. तुदादिगणे प्रति आगच्छति, तदपि अपित् ततः कित् किति अपित् नित् किति निति भवति संज्ञा भवति, तदेव अत्र दत्तवान. अनुभूतसहितसूत्रं ग्रहीज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति भुजतीनां किति निति च सम्प्रसारणम्. समीचीनं. कित् नित् प्रत्यये परे सम्प्रसारणकार्यं भवति, परिगणितदातवः सन्ति तेषामेव सम्प्रसारणकार्यं भवति इति. अस्मिन् सन्दर्भे अस्माकं तुदादिगणे तु चत्वारः दातवः सन्ति, व्रश्च व्रश्च प्रच् ब्रश्च व्यच् इति दातवः सन्ति. कितिङ् इति प्रत्यये परे तस्य सम्प्रसारणकार्यं भवति इति. आम्, उदाहरण प्रथम उदाहरणं पठतु भगिनि. दातु व्रश्ययोगः श, व्रश्ययोगः षकार, षा प्रत्यय दशक् पद्धति सूत्रेण षकार संज्ञा लोप भवति, आ एव अवशिष्यति. ग्रहीज्या इति सूत्रेण सम्प्रसारणं तत्र वृष्य योगः अ, वृष्य इति अङ्गं, वृष्य इति वृष भवति आकारस्थाने ऋकारः आगच्छति, वृष्य भवति वृष्यति वृष्यति इति रूपं निष्पन्नम्. समीचीनं. तत्र पूर्णप्रक्रिया न प्रदर्शितमस्ति. भगिनी वदतु तत्र सम्प्रसारणवर्णः के के अस्ति वृश्च इति धातोः? वकारः सम्प्रसारणवर्णः अस्ति वा नास्ति वा? आं भगिनि, तदपि. अनन्तरं किमर्थं वयं रेपस्य एव सम्प्रसारणं कुर्मः, वकारस्य किमर्थं न कृतवन्तः? सूत्रमस्ति, द्वे सम्प्रसारणवर्णः सन् सः द्वितीय एव सम्प्रसारणं कर्तव्यं. उत्तमं, न सम्प्रसारणे सम्प्रसारणं. सम्प्रसारणवर्णद्वयम् अस्ति चेत् सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणवर्णस्य पूर्वं स्थितस्य वर्णस्य न भवति सम्प्रसारणकार्यं न भवति, परवर्णस्य एव भवति. अतः रेपस्य सम्प्रसारणवर्णः कः भगिनि? ऋकारः. इदानीं कः वर्णः अस्ति इदानीं? के वर्णाः सन्ति स्थाने आगच्छति, भूस्थाने आगच्छति. न वकारः, रेपः, अकारः, षकारः, चकारः अस्ति किल, यदा वर्णविच्छेदं कुर्मः चेत् वर्णविच्छेद. अस्तु, इदानीं भवती उक्तवती रेपस्य स्थाने ऋकारः आदेशः. अस्तु, वकारः ऋकारः यत् अकारः रेपान्तर अकारः तदपि अस्ति इदानीं, ऋकारः अकारः इति अस्ति. तत्र किं कार्यं भवति? पुनः वदतु भगिनि. अस्तु, तत्र वृश्च इत्यस्य यदा वर्णविच्छेदं तद् अवगतवती किल, वर्णविच्छेदं कुर्मः चेत् तत्र रेपः अकारः आसीत्. रेपस्य स्थाने ऋकारादेशः, ऋकारः अकारः, वर्णद्वयम् अस्ति इदानीं. किं कार्यम् अस्ति अत्र? इतोपि एकं कार्यम् अस्ति. न, रपरः आगमः अस्ति चेदेव किल, तत्र सदारपरः भवति अण् इति विषये. तत्र किमपि तत्र अत्र तु सम्प्रसारणकार्यम् अस्ति किल, रेपस्य स्थाने ऋकारादेशः, अकारस्य का गतिः? अन्ये जानन्ति वा, स्मरति वा सूत्रं? तदेव. न तद् नास्ति. सम्प्रसारणाच्च. समीचीनम्, उत्तमं. वदतु महोदय किं भवति इति. अनन्तरं तत् अच् वर्णः अस्ति चेत् तस्य लोपः भवति. पूर्वपरयोः स्थाने पूर्वरूपादेशः, ऋकारः एव पूर्वरूपः, तस्य एव आदेशः भवति. सम्यक् महोदय, सम्प्रसारणाच्च इति सूत्रं. तदपि तत्र प्रायः महोदय तत्र न प्रदर्शितवान्, वयं जानीमः इति. तदपि अत्र योजयतु, अत्र यदा व्रश्च योगः ष, व्रश्च योगः अ, ग्रहीज इत्यनेन सम्प्रसारणम्. अनन्तरं यदा भगिनी उक्तवती न सम्प्रसारणे सम्प्रसारणम् इति, तत्र सम्प्रसारणस्य परवर्णस्य एव सम्प्रसारणं भवति. अनन्तरं सम्प्रसारणाच्च इति सूत्रस्यापि तत्र प्रक्रियायां योजयतु. तदपि मुख्यसूत्रमस्ति, पूर्वपरयोः पूर्वरूपादेशः. एकः पूर्वरूपादेशः, ऋकारस्य आदेशः. समीचीनं, वृश्च अनन्तरं तदेव कार्यं तु वयं जानीमः एव. समीचीनम्, उत्तमं भगिनि. भगिनी तत्र पूर्वपरयोः एकः आदेशः नास्ति वा? पूर्वमेव आदेशः भवति. पूर्वरूपादेशः एव भवति किल, एकः एव, आम् एकः एव, पूर्वः एव. पररूपादेशः न भवितुम् अर्हति. तद् भवति चेत् ऋकारस्य स्थाने अकारः आगच्छति. इदानीं ऋकार अकारयोः स्थाने एकः आदेशः ऋकारः आदेशः भवति. यदा आकारः आदेशः भवति चेत् तस्य सम्प्रसारणकार्यस्य किमपि तत्र महत्त्वमेव नास्ति किल. अतः तत्र अत्र वयं पूर्वरूपादेशः इति सम्यक् मनसि अवगन्तुं शक्नुमः. किमर्थम् इत्युक्ते तत्र एव सम्प्रसारणकार्यं भवति. समीचीनं. श्रीवल्ली भगिनी, प्रच्च इत्यस्य प्रक्रिया वदति वा? तादृशमेव. आं भगिनि, प्रच्च इति धातु अकारः रेफा अकारः चकारः चकारः इति रूपं धातौ एकः सम्प्रसारणवर्णः अस्ति रेफा. प्रच्च इति रेफस्य स्थाने इग् एणः सम्प्रसारणम् इति सूत्रेण रेफस्य स्थाने रु इति आगच्छति. पृच् योगः आ पृच्छ इति अङ्गं पृच्छति इति रूपम् आम् प्रथमं सूत्रम् अस्माकं विधिसूत्रमेव मुख्यं किल अत्र. प्रथमसूत्रं ग्रहीज वै व्यधि वस्ति विचति विच्छति पृच्छति बृज्जति न निति च इति सूत्रेण सम्प्रसारणं पृच् धातोः सम्प्रसारणकार्यं भवति. तत्र सम्प्रसारणात् च कुत्र आगच्छति? रेफा, रेफा योगः ऋकारः, ऋकारः योगः अकारः. सम्प्रसारणात् च इति सूत्रेण ऋकार अकारयोः पूर्वरूपम् एकः भवति ऋकारः. पृच्छति. समीचीनं. रघुपतिमहोदय, ब्रश्च तादृशमेव करोति वा? अस्ति वा महोदय? आमां ब्रश्च इति ब्रश्च तस्य किमर्थं तद् किति पथ्ये परे कारणं ब्रज इति अस्ति. अत्र सम्प्रसारणं भवति. एकनिमिषं भगिनि, अहं तप्रत्यये परे वा भगिनि? किति ङिति प्रत्यये परे श कित् वा ङित् वा किम् अस्ति? हा, श ङित् अस्ति, अतः सम्प्रसारणं भवति. नित्वत् अस्ति, अतः ग्रहीज्या वै वष्टि सूत्रेण तत्र सम्प्रसारणं भवति. रेफस्य स्थाने रकारः ऋकारः अस्ति. इदानीं सम्प्रसारणच्च इति सूत्रेण अकारस्य लोपः भवति. किमस्ति पूर्वपरयोः पूर्वपरयोः एकः एकः पूर्व एकः पूर्वरूपादेशः ब्रस्. इदानीं सकार जकार अस्ति. इदानीं चकार स्तोष्टु नास्तु इति सूत्रेण सकार सकारस्ति चकारस्तोः अस्तु शकार भवति. शकार शकारस्य इदानीं शकार जकार अस्ति. जकार अस्ति चेत् किं भवति? एकनिमिषं स्थुनाश्चुः इति सूत्रेण शकार भवति. शकार भवति शकार टकार किमर्थं कुत्र? शकार शकारस्य टकारः केन सूत्रेण? कुत्र महोदय भवान् स्थगितवान्? शकार न न भ्रश्च इति अस्ति खलु, भ्रष्ट इति कथं अभवत् इति अहं चिन्तितवान्। सकारस्य इदानीं शकारः भवति खलु, स्तोस्तु न सम्यक् समीचीनम् अस्तु, शकार अस्ति, शकारस्य इदानीं शकारस्य शकारस्य शकार केन सूत्रेण सकारस्य समीचीनकार्यं जस्तकार्यं वा कुत्र जशि परे किल जकारः हा हा जलां जशि अस्तु अस्तु अस्तु जलां जश् जशि इत्यनेन किं भवति भगिनि किञ्चित् जश् वर्णस्य आदेशः शकारस्य बलां जश् जशि जश् वर्णश् आदेशः न न शकारस्य स्थाने किं भवति भगिनि अस्तु धातोः मध्ये वयं यदा पश्यामः तत्र एव भ्रमः भवति, यदा वर्ण प्लस् मार्क् इति कृत्वा पश्यामः चेत् वयं झटिति वदामः, धातोः मध्ये पश्यामः भ्रमः एव भवति। तत्र जलां जश् जशि इति सूत्रेण जशि परे जलः जल् इति क्षम्यतां जश् इति आदेशः भवति जलां स्थाने, जलां स्थाने जश् आदेशः, परन्तु जश् आदेश कथं शकारस्य स्थाने जश् जकारः भवति, जश् आदेश कः वर्णः आगच्छति जबगडदश् किल जबगडद जबगडद इति अस्ति तत्र, अतः ज ज एव प्रथमवर्णः किल जबगडद ज जलां स्थाने क्रमं नास्ति तत्तदेव समीचीनम् समीचीनम् उत्तमम्। अतः किं भवति अतः शिवलि भगिनी वदतु मार्गभ्रष्टः मार्गभ्रष्टः जातः कुत्र अन्यत्र आसीत् अहं कम्प्लीट् अस्तु अस्तु नास्ति चिन्ता वदतु भगिनि बृश्च बृश्च योगः अस्तोश्चुनाश्चुः इति सूत्रेण दन्त्यसकारस्य स्थाने शकारः आगच्छति, बृश्च योगः आ इति जलां जश् जशि इति सूत्रेण शकारस्य स्थाने जकारः आदेशः भवति, जश् इति जशि जश्वर्ण परे जलां स्थाने जश् आदेशः भवति, स्थाने अन्तर्धम इति जकारः आदेशः भवति, बृज् योगः आ बृज्ज इति अङ्गं रूपं बृज्जति बृज्जते उभयपदे बृज्जति बृज्जते अग्रिमम् इति रूपं वच् योगः वच् धातुः वच् योगः श अत्र वकारः एव सम्प्रसारणं न योगः सूत्रं किं वदति भगिनि मम भ्रमः तत्र अन्यत्र दृष्टवान् आसीत् ओ एवं वा अस्तु तत्र भ्रष्टः अतः अहं भ्रष्टः अभवत् ओ अस्तु अस्तु भ्रष्टः इति दृष्ट्वा अस्तु इदानीम् आगतवान् किल अस्तु वकारः यकारः सम्प्रसारणवर्णाः न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण वकारस्य सम्प्रसारणं न भवति, यकारः एव सम्प्रसारणकार्यं भवति. यकारस्य स्थाने इकारः ह्रस्व इकारः आदेशः भवति. प्रथमं व्यच्योगः शा व्यच्योगः ग्रहीज्या इति सूत्रेण सम्प्रसारणकार्यं भवति. लेटर् वकारस्य स्थाने अनन्तरं वकारस्य स्थाने सम्प्रसारणं न भवति, यकारस्य स्थाने सम्प्रसारणं भवति. यकारस्य स्थाने इकारः ह्रस्व इकारः आयाति. विच् इति रूपं भवति. विच् योगः आ विचा इति अङ्गं, विचति इति रूपम्. समीचीनं, विचति इति रूपम् आगच्छति. अग्रे अपि पठतु भगिनि. ता प्रत्यये परे किति इत्यस्य उदाहरणं. व्रच् योगः ता रुक्नः इति रूपं. प्रच् इति स्थाने पृष्टः, ब्रज् इति स्थाने दृष्टः, व्यच् इति स्थाने विचितः इति ता प्रत्यय किच् इति भवति, ककारः भवति. तत्रापि सम्प्रसारणं भवति वा? सम्प्रसारणं भवति. वकार किति परे सम्प्रसारणं सम्प्रसारणं भवति. तत्र व्रच् धातोः विषये एव केचन विशिष्ट सूत्राणि सन्ति येन तद् तत्र कुत्वम् आगच्छति. तत्र किञ्चित् भिन्नरूपाणि सन्ति किल, क्षम्यतां नत्वं कुत्वं नास्ति, नत्वम् आगच्छति. अग्रे पठामः भगिनि. तकारस्य स्थाने सा प्रति तत्र किं सूत्रं चोहोकुः वा? चोहोकुः इति सूत्रं. तत्र किं भवति इत्युक्ते तत्र षकारः आगच्छति प्रथमं. व्रश्च इति सूत्रे तत्र षकार सामान्यकार्यं षत्वं, परन्तु तत्र जल् वर्णः परः अस्ति इति कृत्वा तत्र किमपि बहु किमपि तत्र प्रक्रिया अस्ति, षत्वं न भवति, णत्वं भवति. ऋग्नः इति न इति किमर्थम् इत्युक्ते षत्वं न आगच्छति, णत्वम् आगच्छति. यदा भवती उक्तवती तत् कुत्वम् अपि समीचीनमेव, तदेव चोहोकुः इत्यस्य कार्यम्. अनन्तरं यद् णत्वस्य कार्यं भिन्नसूत्रेण आगच्छति, अतः एव तस्य रूपं किञ्चित् भिन्नरूपेण अस्ति. यदा अग्रे पश्यति चेत् पृष्टः, दृष्टः, विचितः इति सामान्यरूपम्, एतद् विशेषरूपं. दृग्नः इति विशेषरूपम् अस्ति. बहु किमपि कार्याणि सन्ति, अतः तत्र रूपं तत्र न न तद् नास्ति, नत्व तस्य निमित्तमेव नास्ति अत्र. तद् एतद् भिन्नकार्याणि भवन्ति भगिनी. तत् सूत्रं अस्माकं परिचितम् अपि नास्ति, अतः तद् भिन्नकार्याणि विशेषरूपेण आगच्छति. तत्र विचितः तत्र इडागमः भवति खलु भगिनी? तत्र तस्य तत्र इडागमः भवति. आम् समीचीनम्. आम् अस्तु, समयः अस्ति. अस्तु, सूत्राणि एव पठित्वा समापयामः. अरुणा भगिनी भवती एव पठतु, भवती न पठितवती पूर्णतया. सम्प्रसारणं यणः स्थाने यः, इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति. इक् प्रथमान्तं यणः षष्ट्यन्त्यं सम्प्रसारणं प्रथमान्तं त्रिपदपदं सूत्रं सूत्रं सम्पूर्णसूत्रं यणः इक् सम्प्रसारणं सूत्रं वदति. यणः स्थाने इक् यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः भवति. उदाहरणं ब्रश्च अत्र यण् वर्णः वकारः तत् स्थाने न न नास्ति व्यच् स्थाने यकारस्थाने इकारः आगच्छति व्यच् इत्यादि विषये समीचीनसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदविधं सूत्रम् इको एनचि इत्यस्मात् अचि अमिपूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्ति भवतः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वं संहितायां वयमेव अत्र दृष्टवन्तः रश्च प्रचाद् अत्र अकारस्थाने पूर्वपरयौ एकः पूर्वरूपम् आगच्छति अकार न दृश्यामः स्थाने आगच्छति अतः लोपः वा किमपि नास्ति द्वयोः वर्णयोः स्थाने एकः वर्णः आदेशः भवति तावदेव न सम्प्रसारणे सम्प्रसारणं सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदविधं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणं वयमेव पश्यामः द्वे सम्प्रसारणवर्णः अस्ति स्थितः ततः द्वितीयवर्ण एव सम्प्रसारणकार्यं भवति उदाहरणं व्यच्छ व्रश्च वकारः रेफा अस्ति वकार रेव अस्ति तिष्ठति रेफास्थाने ऋकारः आगच्छति व्यच्छ अत्रापि यकारस्थाने इकारः आगच्छति विच् इति अङ्गं भवति समीचीनम् उत्तमं तावदेव न सम्प्रसारणे सम्प्रसारणम् इति अस्तु अत्र अद्य अत्र स्थगयामः नुमागमः विषये अग्रिमसप्ताहे पठामः तद् पठित्वा वयम् अग्रिमपाठः चुरादिगणः इति तस्मिन् पाठं प्रति गच्छामः तदेव अस्माकम् अदन्त अङ्गस्य अग्रिमपाठः प्रायः तस्मात् अनन्तरम् अनदन्तम् अङ्गं विषये भवति पाठः आरप्स्यते तत्र सम्प्रसारणे सम्प्रसारणम् इत्युक्ते यत्र यत्र सम्प्रसारणं न भवति चेत् तत्र तादृशं नास्ति भगिनि वर्णद्वयमस्ति वर्णद्वयम् एकस्मिन् धातोः वर्णद्वयं सम्प्रसारिणवर्णः सन्ति चेत् तत्र वयं प्रथमवर्णं न स्वीकुर्मः द्वितीयवर्णमेव स्वीकुर्मः सम्प्रसारणे परे तत्र अस्माकम् उदाहरणं व्यच् इति स्वीकरोतु तत्र वकारः अपि सम्प्रसारिणवर्णः यकारः अपि सम्प्रसारिणवर्णः तत्र यकारे परे सम्प्रसारणवर्णे यकारे परे पूर्वं स्थितस्य वकारस्य एव क्षम्यतां पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति इत्युक्ते यकारस्य भवति पूर्वं स्थितस्य वर्णस्य न भवति परवर्णस्य एव भवति इति सूत्रं वदति भगिनी अत्र न सम्प्रसारणे सम्प्रसारणम् अत्र सम्प्रसारणे सप्तमी विभक्त्याम् अस्ति तत् कारणात् तत्र पूर्वं कार्यं न भवति तत् तस्य न यदा न तत्र लिखितमस्ति तत् न सम्प्रसारणं सम्प्रसारणे न सम्प्रसारणम् आम् आम् आम् न सम्प्रसारणे इति स्वीकर्तव्यम् आम् समीचीनम् आम् सम्प्रसारणे इति सप्तमी परसप्तमी पूर्वं कार्यं पूर्वं कार्यं न भवति न भवति न भवति समीचीनम् उत्तमम् आम् वर्णद्वयम् अस्ति चेत् तादृशप्रक्रिया समीचीनम् उत्तमम् सम्यक् धन्यवादः धन्यवादः।